चतुर्विंशखण्डः। यत्र नानि पचति नानि शृणोति नानि द्विजानाति स भूमाथ, यत्र अन्यत् पचति अन्यत् शृणोति अन्यत् द्विजानाति तदल्पं यो वै भूमा तदं तम्। अथ यदल्पं तन्मर्त्यगं भगवः कस्मिन् प्रतिष्ठति स्वे महिम्नि यदि वा न महिम्नि ते। किं लक्षणमसौ भूमा इति? अह यत्र यस्मिन् भूम्नि तत्त्वे न अन्यद्द्रष्टौ अन्येन करणीयं द्रष्टा अन्यविभक्तदृश्यात् पश्यति तथा न अन्यशृणोति। नामरूपयोः एव अन्तर्भावात् विषयभेदस्य तद्ग्राहकयोरेव इह दर्शनश्रवणयोः ग्रहणम् अन्येषां च उपलक्षणार्थत्वेन। मननं तु अत्र उक्तं द्रष्टव्यं न अन्यत् मनुते इति प्रायशो मननपूर्वकत्वात् विज्ञानस्य तथा न अन्यद्विजानाति। एवं लक्षणो यः स भूम। किमत्र प्रसिद्ध अन्यदर्शन अभावो भूम्नि उच्यते न अन्यत् पश्यति इत्यादिना, अथ अन्यत् न पश्यति आत्मानं पश्यति इत्येतत्? किञ्च अतः यदि अन्यदर्शनादि अभावमात्रम् इत्युच्यते तदा द्वैतसंव्यवहारविलक्षणो भूम इति उक्तं भवति। अथ अन्यदर्शनविशेषप्रतिषेधेन आत्मानं पश्यति इति उच्यते तदा एकस्मिन्नेव क्रियाकारकफलभेदो अभ्युपगतो भवेत्। यदि एवं को दोषस्य? न अयमेव दोषः, संसार अनिवृत्तिः। क्रियाकारकफलभेदो हि संसारः इति आत्मैकत्वे एव क्रियाकारकफलभेदः संसारविलक्षणः इति चेन्न आत्मनो निर्विशेष एकत्व अभ्युपगमे दर्शनादि क्रियाकारकफलभेद अभ्युपगमस्य शब्दमात्रत्व। अन्यदर्शनादि अभावोक्तिपक्षेपि यत्र इति अन्यत् न पश्यति इति च विशेषणे अनर्थके स्यातामिति चेत् दृश्यते हि लोके यत्र शून्ये गृहे अन्यत् न पश्यति इत्युक्ते स्तम्भादीन आत्मानं च न पश्यति इति गम्यते। एवम् इहापि इति चेत् न तत्त्वमसीति एकत्व उपदेशात् अधिकरण अधिकर्तव्यभेदः अनुपपत्ते तथा सदेकमेव द्वितीयं सत्यमिति षष्ठे निर्धारितत्व अदृश्ये अनात्मे न सन्दृशे तिष्ठति रूपमस्य विज्ञातारम् अनेकेन विजानीय इत्यादि श्रुतिभ्यः स्वात्मनि दर्शनादि अनुपत्ति। यत्र इति विशेषणम् अनर्थकं प्राप्तमिति चेत् न अविद्याकृतभेदापेक्षत्व यथा सत्यैकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति सङ्ख्यादि अनर्हमपि उच्यते एवं भूम्नि एकस्मिन्नेव यत्र इति विशेषणम्। अविद्यावस्थायाम् अन्यदर्शन अनुवादेन च भूम्नः तद्भावत्वलक्षणस्य विविक्तत्वं न अन्यत् पश्यति इति विशेषणम्। तस्मात् संसारव्यवहारो भूम्नि नास्ति इति समुदायार्थः। अथ यत्र अविद्याविषये अन्येन अन्यत् पश्यति इति तदल्पम् अविद्याकालभावी इत्यर्थः। यथा स्वप्नदृश्यं वस्तु प्राक् प्रबोधात् तत्कालभावी इति तद्वत्, तत एव तन्मर्त्यं विनाशी स्वप्नवस्तुवदेव तद्विपरीतो भूम यः तदमृत तच्छब्दः अमृतत्वपुरः। स तर्हि एवं लक्षणो भूम हे भगवन् कस्मिन् प्रतिष्ठत इति उक्तवन्तं नारदं प्रत्य संतकुमारः। स्वे महिम्नि इति स्वे आत्मीये महिम्नि माहात्म्ये विभूत प्रतिष्ठितो भूम। यदि प्रतिष्ठामिच्छसि क्वचित्, यदि वा परमात्म्यं पृच्छसि न महिम्न्यपि प्रतिष्ठित इति ब्रह्म। अप्रतिष्ठितः अनाश्रितो भूम क्वचिदपि इत्यर्थः। गो अश्वमेह महिमा इत्याचक्षते हस्ति हिरण्यं दासभार्यं क्षेत्राणि आयतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाच अन्यो हि अन्यस्मिन् प्रतिष्ठित इति। यदि स्वमहिम्नि प्रतिष्ठितः भूम कथं तर्हि अप्रतिष्ठः उच्यते? शृणु, गो अश्वादि इह महिमा इत्याचक्षते गावश्च अश्वाश्च गो अश्वं द्वन्द्वैकवद्भावः सर्वत्र गवाश्वादिमहिमा इति प्रसिद्धं तदाश्रितः तत्प्रतिष्ठितः चैत्रो भवति यथ नाहमेवं स्वतो अन्यं महिमानम् आश्रितो भूम चैत्रो इति ब्रवीमि। अत्र हेतुत्वेन अन्यो हि अन्यस्मिन् प्रतिष्ठते इति व्यवहितेन सम्बन्धः, किन्तु एवं ब्रवीमि इति ह उवाच स एव इत्यादि इति चतुर्विंशखण्डभाष्यम्। पञ्चविंशखण्डः। स एव दस्ता स उपरिष्टा स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एव वेदकं सर्वमिति अथा तो अहंकारादेश अहमेव अस्तादहम उपृष्टादहम पश्चादहम पुरस्तादहम दक्षिणतम अहम उत्तर तो अहमेव इदं सर्वमिति। कस्मात् पुनः क्वचिन् न प्रतिष्ठते इति उच्यते, यस्मात् स एव भूमः अधस्तात् न तद्व्यतिरेकेण अन्यद्यते यस्मिन् प्रतिष्ठितः स्यात्, तथा उपरिष्टादित्यादि समानं सति भूम्नो अन्यस्मिन् भूमा हि प्रतिष्ठितः स्यात् न तु तदस्ति स एव तु सर्वम्। अतः तस्मात् असौ न क्वचित् प्रतिष्ठितः, यत्र नान्यत् पश्यति इति अधिकरण अधिकर्तव्यतानिर्देशः स एव अधस्तादि च परोक्षनिर्देशः। द्रष्टुः जीवादन्यो भूमा स्यादिति आशङ्का कस्यचिन् मा भूदिति अथातः अनन्तरम् अहङ्कारादिशः, अहङ्कारेण आदिश्यते इति अहङ्कारादिशः। द्रष्टुः अनन्यत्वदर्शनार्थं भूमा एव निर्दिश्यते अहङ्कारेण अहमेव अधस्ताद् इत्यादि। अर्थात् आत्मादेश एव आत्मैव अधस्ताद् आत्मा उपरिष्टाद् आत्मा पश्चान् आत्मा पुरस्ताद् आत्मा दक्षिणतः आत्मा उत्तरतः आत्मैव इदं सर्वमिति सभा एष एवं पश्यन् एवं मन्वानः एवं विजानन् आत्मर्थिः आत्मक्रीडः आत्मविथुनः आत्मानन्दः स स्वराड् भवति तस्य सर्वे श्लोकेविकामचारो भवति। अथ ये अन्यथा अथो विदुः अन्यराजानः ते क्षयलोकाः भवन्ति तेषां सर्वेषु लोकेषु अकामचारो भवति। अहङ्कारेण देहसङ्गातोपि आदिश्यते अविवेकिभिः इत्यतः तदाशङ्का मा भूदिति। अथ अनन्तरम् आत्मादिश आत्मना एव केवलेन सत्स्वरूपेण शुद्धेन आदिश्यते आत्मैव सर्वतः सर्वम् इत्येवम् एकम् अजं सर्वतो व्योमवत् पूर्णम् अन्यशून्यं पश्यन् स वा एष विद्वान् मननविज्ञानाभ्याम् आत्मरतिः आत्मनि एव रतिः रमणं यस्य स्वयम् आत्मरतिः तथा आत्मक्रीडः देहमात्रसाधनार्थिः बाह्यसाधना क्रीडा लोके स्त्रीभिः सखिभिश्च क्रीडति इति दर्शनं न तथा विदुषः। किं तर्हि आत्मविज्ञाननिमित्तमेव उभयं भवति इत्यर्थः। मिथुनं द्वन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः तथा आत्मानन्दः शब्दादिनिमित्तः आनन्दः अविदुषः न तथा अस्य विदुषः। किं तर्हि आत्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्षा इत्यर्थः। स एवं लक्षणः विद्वान् जीवन्नेव स्वाराज्यभिषिक्तः पतितेऽपि देहे स्वराड एव भवति यतः एवं भवति तत एव तस्य सर्वेषु लोकेषु कामचारो भवति प्राणादिषु पूर्वभूमिषु तत्र अस्य इति तावन्मात्रपरिच्छिन्नकामचारत्वम् उक्तम् अन्यराजत्वं च अर्थप्राप्तं सातिशयत्वात् यथा प्राप्तस्वाराज्यकामचारत्व अनुवादेन तत्तन्निवृत्तिः ये उच्यते स स्वराड् इत्यादिन। अथ पुनः ये अन्यथा अतः उक्तदर्शनादु अन्यथा वैपरीत्येन यथोक्तमेव वा सम्यक् न विदुः ते अन्यराजानः भवन्ति अन्यः परो राजा स्वामी येषां ते अन्यराजानः ते किञ्च क्षयलोकः क्षय्यो लोको येषां ते क्षयलोकः भेददर्शनस्य अल्पविषयत्वम् अल्पं च तन्मर्त्यम् इत्यवोचाम तस्मात् ये द्वैतदर्शिनः ते क्षय्यलोकः स्वदर्शन आनरूप्येणैव भवन्ति अतः एव तेषां सर्वेषु लोकेषु अकामचारो भवति इति पञ्चविंशखण्डभाष्यं षड्विंशखण्डः। तस्य वा एतस्य एवं पश्यतः एवं मन्मानस्य एवं विजानतः आत्मतः प्राणात्मतः आश आत्मतः स्मर आत्मतः आकाश आत्मतः तेजः आत्मतः अपः आत्मतः आविर्भावतिरोभावो आत्मनो अन्नम् आत्मतो बलम् आत्मतो विज्ञानम् आत्मतो ध्यानम् आत्मनः चित्तम् आत्मतः सङ्कल्पः आत्मतो मनः आत्मतो वा आत्मतो नाम आत्मतो मन्त्र आत्मतः कर्माणि आत्मतः एव इदं सर्वमिति। तस्य वा एतस्य इत्यादि स्वाराज्यप्राप्तस्य प्रकृतस्य विदुषः इत्यर्थः। प्राक् सदात्मविज्ञानं स्वात्मनो अन्यस्मात् सतः प्राणादेः नामान्तस्य उत्पत्प्रलयौ अभूत् सदात्मविज्ञाने तु सति इदानीं स्वात्मतः एव संवृत्तं तदा सर्वोपि अन्यो व्यवहारः आत्मतः एव विदुषः। तदेश श्लोको न पश्यो मृत्युं भजते न रोगं न उत दुःखतागं सर्वगं न पश्यः पश्यति सर्वमाप्नोति सर्वशायते स एकदा भवति त्रिधा भवति पञ्चदा सप्तदा नवदा चैव पुनश्चैकादश स्मृतः शतं च दश चैकश्च सहस्राणि च विगंशतिः आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवास्मृतिः स्मृतिलम्बे सर्वग्रन्थीनां विप्रमोक्षा तस्मै मृदुकृशायै तामसः पारं दर्शयति भगवान् सन्तकुमारः तगं स्कन्द इत्याचक्षते तगं स्कन्द इत्याचक्षते किञ्च त एतस्मिन्नर्थे श्लोकः मन्त्रोऽपि भवति न पश्यः पश्यति इति पश्यः यथोक्तदर्शी विद्वान् इत्यर्थः मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावञ्च अपि न पश्यति सर्वं ह सर्वमेव स पश्यः पश्यति आत्मानमेव सर्वं ततः सर्वम् आप्नोति सर्वशः सर्वप्रकारैः इति किञ्च स विद्वान् प्राक् सृष्टिप्रभेदा तु एकदा एव भवति एकदा एव च सन् त्रिधादिभेदैः अनन्तभेदप्रकारो भवति सृष्टिकाले पुनः संहारकाले मूलमेव स्वं पारमार्थिकम् एकदा भावं प्रतिपद्यते स्वतन्त्र एव इति विद्यां फलेन प्ररोचेन स्तौति अत इदानीं यथोक्तायाः विद्यायाः सम्यग् अवभासकारणं मुखावभासकारणस्यैव आदर्शस्य विशुद्धिकरणं साधनम् उपदिश्यते आहारशुद्धम् आक्रियते इति आहारः शब्दादिविषयविज्ञानं भोक्तुः भोगाय आक्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिः आहारशुद्धिः रागद्वेषमोहदोषैः असंसृष्टं विषयविज्ञानम् इत्युक्तः तस्याम् आहारशुद्धौ सत्यां तद्वतो अन्तःकरणस्य सत्त्वस्य शुद्धिः नैर्मल्यं भवति सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुव अविच्छिन्ना स्मृतिः अविस्मरणं भवति तस्यां च लब्धायां स्मृतिलम्बे सतीं सर्वेषाम् अविद्याकृत अनर्थपाशरूपाणाम् अनेकजन्मान्तर अनुभवभावना कठिनीकृतानां हृदयाश्रयाणां ग्रन्थीनां विप्रमोक्ष विशेषेण प्रमोक्षणं विनाशो भवति यतः एतदुत्तरोत्तरं यथोक्तम् आहारशुद्धिमूलं तस्मात् स कार्य इत्यर्थः सर्वं शास्त्रार्थम् अशेषतः उक्त्वा आख्यायिकाम् उपसमर्थ्य श्रुतिः तस्मै मृदितकषायाय वार्क्षादिरिव कषायः रागद्वेषदोषा सत्त्वस्य रञ्जनरूपत्वा सः ज्ञानवैराग्य अभ्यासरूपक्षारेण क्षालितः मृदितः विनाशितः यस्य नारदस्य तस्मै योग्याय मृदितकषायाय तमसः अविद्यालक्षणात् पारं परमार्थतत्त्वं दर्शयति दर्शितवान् इत्युक्तः कौसं भगवान् उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिं वेत्ति विद्याम् अविद्यां च सवाच्यो भगवान् इति एवं धर्मः सनत्कुमारः तमेव सनत्कुमारं देवं स्कन्द इति आचक्षते कथयन्ति तद्विदः निर्वचनम् अध्यायपरिसमाप्त्यर्थम् इति षड्विंशखण्डभाष्यं छान्दोग्योपनिषदे सप्तमोऽध्यायः समाप्तः